नित्यमधीयतां तदुदितं कर्मस्वनुष्ठीयतां तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् पापौघः परिभूयतां भवसुखे दोषोऽनुसन्धीयताम् आत्मेच्छा व्यवसीयताम् निज गृहात्तूर्णम् विनिर्गम्यताम् सङ्गस्सु विधीयताम् भगवतो भक्तिर्दृढाधीयताम् शान्त्यादि परिचीयताम् दृढतरम् कर्माशु सन्त्यज्यताम् सद्विद्वानुपसर्गताम् प्रतिदिनम् तत्पादुका सेव्यताम् ब्रह्मैकाक्षरम् वर्ध्यताम् श्रुतिशिरो वाक्यम् समाकर्ण्यताम् वाक्यार्थश्च विचार्यताम् श्रुतिशिरः पक्षः समाश्रीयताम् दुस्तर्कात्सु विरम्यताम् श्रुतिमतस्तर्कोऽनुसन्धीयताम् ब्रह्मास्मीति विभाव्यताम् हर हर गर्वः परित्यज्यताम् देहेऽहं मतिरुजयताम् बुधजनैर्वादः परित्यज्यताम् व्याधिश्च चिकित्स्यताम् प्रतिदिनम् भिक्षौषधम् भुज्यताम् स्वाद्वन्नम् न तु याच्यताम् विधिवशात् प्राप्तेन संरक्ष्यताम् शीतोष्णादिविषह्यताम् न तु वृथा वाक्यम् समुच्चार्यताम् औदासीन्यमभीप्स्यताम् जनकृपा नैश्चूर्यम् सृज्यताम् सुखमास्यताम् परतरि चेतः समाधीयताम् पूर्णात्मा सुसमीक्षताम् जगदिदम् तद्वादितम् दृश्यताम् सकर्मम् प्रविलाप्यताम् चितिबलान्नाप्युत्तरश्लिष्यताम् प्रारब्धम् त्विह भुज्यतामथ परब्रह्मात्मनास्तीयताम् यः श्लोकपञ्चकमिदम् पठते मनुष्यः सञ्चिन्तयत्यनुदिनम् स्थिरतामुपेत्य तस्याशु संस्कृतीदवानलतीव्रघोरतापः प्रशान्तिमुपयाति चिति प्रसादा